अस्तु, अद्यतनविषयः भवति ज्ञानं, विषयः विषयविषयीभावः, प्रकाशरूपविषयता, अपि च त्रिविधाः विषयताः, इत्येषाम् उपरि अद्यतनचर्चा भवति. तस्मात् पूर्वं ज्ञानं विषयः इत्यस्य पुनरावलोकनं किञ्चित् कुर्मः. वेङ्कटेशमहोदय किमपि वक्तुम् इच्छति वा? उदाहरणं दत्वा विषयः कः, ज्ञानं किम् इति. ज्ञानं विषये अस्ति, विषयः विषयः अपि ज्ञाने अस्ति इति तत्र उभयत्र प्रवर्तते. ज्ञानं तु विषयतासम्बन्धेन विषये अस्ति, विषयः विषयितासम्बन्धेन ज्ञाने अस्ति. अतः उभयत्र विषयः विषयितासम्बन्धेन ज्ञाने अस्ति, ज्ञानं विषयतासम्बन्धेन विषये अस्ति. इदानीम् उदाहरणत्वेन अयं घटः, अयं घटः इति किम्? न श्रुतवान् किञ्चित् भवत्याः ध्वनिः मध्ये फट् अभवत्, पुनः पृच्छतु. ओ क्षम्यताम्. अयं घटः इति उदाहरणं स्वीकुर्मः, तर्हि अयं घटः इति किम् अस्ति तत्र? अयं घटः इति ज्ञानम् अस्ति. तस्मिन् ज्ञाने विषयः कः? अयं घटः इति ज्ञानं सत्यमुक्तं भवता, विषयः कः अस्मिन्? घटः इति विषयः किल? सत्यं, घटः इति विषयः. अयं घटः इति ज्ञानं, घटः तत्र विषयः अस्ति. अपि च भवता उक्तं घटः विषयः अस्ति, तर्हि घटे किमस्ति? घटे विषयता अस्ति वा विषयि? घटे घटं विषयः, घटे ज्ञानम् अस्ति किल? सत्यं, घटे ज्ञानम् अस्ति, किन्तु केन सम्बन्धेन? विषयतासम्बन्धेन अस्ति. विषयतासम्बन्धेन अस्ति, तर्हि विषयः इत्यस्य भावः विषयता. चित्रं रचयामश्चेत् घटः, तस्मात् उपरि विषयता, विषयस्य भावः, धर्मः अस्ति विषये, विषयता इति. ज्ञाने अपि विषयः अस्ति, न तु केवलं विषये ज्ञानं, ज्ञाने अपि विषयः अस्ति. तर्हि ज्ञानं किम् इति वक्तुं शक्नुमः? गुणि इति चिन्तयतु. यस्मिन् गुणः सः गुणी, तर्हि ज्ञाने विषयः अस्ति, तर्हि ज्ञानं किं भवति? ज्ञानं गुणी भवति, विषयः भवति अत्र, तर्हि गुणी इत्यस्य स्थाने विषयी. विषयी भवति, अस्तु. हा, तर्हि ज्ञानं विषयी अस्ति, नपुंसकलिङ्गे विषयी इति. तर्हि ज्ञाने विषयी इत्यस्य भावः कः? यथा विषयः इत्यस्य विषयिता. तर्हि ज्ञाने विषयिता अस्ति, घटे विषयता अस्ति, अथवा विषये विषयता अस्ति इति दृष्टमासीत् पूर्वमेव. केन आगतम् इदानीं? माला अस्मि, नमस्ते. नमस्कारः भगिनि. अस्तु, पूर्वतनपाठान् एव किञ्चित् चर्चयाम आदौ माला भगिनि. तर्हि विषये विषयता अस्ति, ज्ञाने विषयिता अस्ति, ज्ञानम् अस्ति विषयी, यतोहि विषयः ज्ञाने वर्तते इति. जयन्ती भगिनी, इदानीं भवती प्रयत्नं करोतु वक्तुं, ज्ञानं केन सम्बन्धेन विषये अस्ति? ज्ञानं विषयिता सम्बन्धेन, विषयिता वा विषयता वा? ज्ञानं विषयी अस्ति, अतः विषयिता सम्बन्धेन अस्ति. अस्तु, तर्हि उदाहरणत्वेन पश्यामः. चित्रं पश्यन्ति वा? पिता पितृत्वं, पुत्रः पुत्रत्वम् इति. तत्र August 22, 2015 इति शीर्षकम् अस्ति चित्रस्य उपरि. कुत्र अस्ति भगिनि? कान्सेप्ट् बोर्ड् मध्ये खलु? कान्सेप्ट् बोर्ड् मध्ये दक्षिणभागे स्क्राल् करोति चेत् दक्षिणतः तत्र अस्ति August 22. तत् पश्यति चेत् तत्र पिता अस्ति, पितरि पितृत्वं, पुत्रः अस्ति, पुत्रे पुत्रत्वम् इति दृश्यते वा सर्वैः? अस्तु, माला भगिनी उद्घाटितं किं कान्सेप्ट् बोर्ड्? अत्र पिता अस्ति, पितरि पितृत्वं, पुत्रः अस्ति, पुतरि पुत्रे पुत्रत्वम् अस्ति. तर्हि तस्य एव पुत्रस्य पिता अस्ति, अपरेषां नास्ति, अपरेषां पुत्राणां पिता नास्ति खलु? तर्हि पिता पुत्रयोः मध्ये विशेषसम्बन्धः अस्ति. पिता स्वनिरूपितपितृत्वेन पुत्रे अस्ति. अवगच्छति वा? क्षम्यतां, पिता स्वर्णरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति. पिता अस्ति, बाधः अस्ति भगिनि स्वरे. किं भगिनि, न श्रूयते वा मम ध्वनिः? सम्यक् न श्रूयते. अस्तु, अहमेव गत्वा पुनः आगमिष्यामि, एकनिमिषः. हरि ओम्. आं भगिनि. आम्, अस्तु, क्षम्यताम्. अस्तु, पिता पुत्रः अनयोः मध्ये विशेषसम्बन्धः अस्ति. यावन्तः पुत्राः सन्ति तेषां पिता नास्ति एषः, अथवा यावन्तः पितरः सन्ति तेषां नास्ति एषः पुत्रः. तत्र एकं स्पेसिफिक् अस्ति सम्बन्धः. अस्तु, तर्हि पिता स्वनिरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति इति वदामः. पुत्रः स्वनिरूपितपितृत्वसम्बन्धेन पितरि वर्तते इति वदामः. अवगच्छति वा? पिता स्वनिरूपित पितृत्वसम्बन्धेन, पुत्रत्वसम्बन्धेन, पुत्रत्वसम्बन्धेन. पितरि पितृत्वम् अस्ति, पितरि पितृत्वम् अस्ति, पुत्रे पुत्रत्वम् अस्ति इति तु सत्यं, किन्तु तद् पुत्रत्वं केन निरूपितम् अस्ति? पुत्रत्वम् इत्युक्ते सर्वेषां सर्वेषां पितॄणां पुत्रः इति वा? न तथा खलु, विशेषसम्बन्धेन वर्तते पुत्रत्वं। तर्हि एकेन पित्रा एव निरूपितसम्बन्धः पुत्रत्वम्। तर्हि किं वदामः, पित्रा स्वनिरूपितपुत्रत्वं, वदतु भगिनि। पिता स्वनिरूपितपुत्रत्वसम्बन्धेन पुत्रे अस्ति खलु? सत्यम्। इदानीं पितृत्वस्य विषये वदतु, पुत्रविषये वा? आम्, अपरस्मिन् दिशि कथं भवति सम्बन्धः? आम्, पुत्रः पितृत्वसम्बन्धेन पितरि अस्ति। हा, स्वनिरूपितपितृत्वसम्बन्धेन। आम्, स्वनिरूपितपितृत्वसम्बन्धेन पितरि अस्ति। आम्, पितरि अस्ति। आम्, अधोभागे अह इति अस्तु, अहम् इत्यस्मात् परि स्थित्वा मयि स्थित्वम् अस्ति, पिता मम। हरि ओम्, हरि ओम्। हा भगिनि, श्रूयते वा इदानीम्? इदानीं श्रूयते। अस्तु भगिनि, अथ अत्र अधोभागे इतोपि एकं चित्रमस्ति खलु, अहं स्वामित्वम्। एकनिमिषम्, क्षम्यतां भगिनि, अन्य कोऽपि वक्तुं शक्नोति वा इदानीम्? अहं अस्तु अस्तु, नास्ति चिन्ता। तर्हि शृणोतु, चित्रमेकम् अस्ति, अहम् अस्ति, तस्मात् उपरि स्वामित्वम् इति अस्ति, धनम् इति अस्ति, तस्मात् उपरि स्वत्वम् इति अस्ति। तर्हि वेङ्कटेशमहोदय वाक्यरूपेण वक्तुम् इच्छति वा? यथा पिता पुत्रयोः सम्बन्धः निरूपितः आसीत्, पित्रा स्वनिरूपितपुत्रत्वम् इति, तथा एव किञ्चित् प्रयत्नं करोति वा? मया स्वामित्वनिरूपितसम्बन्धेन स्वामित्वसम्बन्धेन धने स्वत्वसम्बन्धे परन्तु तत्र पुत्रत्वं कथं भवति? पिता स्वनुरूपित सत्यं, मया स्वनुरूपितस्वत्वसम्बन्धेन धने अस्ति, अहमस्मि अस्मि अहमस्मि अहं मया स्वनुरूपितस्वत्वसम्बन्धेन धने अस्मि, धनं स्वनिरूपितस्वामित्वसम्बन्धेन मयि अस्ति, मयि अस्ति। तर्हि यावत् धनम् अस्ति विश्वे तावत् सर्वं मम नास्ति, मम धनमेव मम अस्ति। तत्र ओनर्शिप् कल्पयितुं मया स्वनिरूपितस्वत्वसम्बन्धः अस्ति, धनेन स्वनिरूपितस्वामित्वसम्बन्धमस्ति मम धनम् इति वक्तुम्। तथा एव किञ्चित् पार्श्वे एव तत्र ज्ञानं घटः विषयिता विषयता इति अस्ति अस्ति, तत् चित्रं दृष्ट्वा कृपया वदति वा? तस्य अधोभागे अथवा मनसि चित्रं स्यात्, ज्ञानं तस्मात् उपरि विषयिता, घटः तस्मात् उपरि विषयता, तर्हि ज्ञानघटयोः सम्बन्धः कथं भवति इति वक्तुं यतताम्। ज्ञानं स्वनुरूपितविषयतासम्बन्धेन विषये अस्ति. विषयः स्वनुरूपितविषयितासम्बन्धेन ज्ञाने अस्ति. सम्यक् इति स्पष्टं स्यात्. ज्ञानेन ज्ञानस्य पदार्थेन यः सम्बन्धः अस्ति अथवा ज्ञानस्य विषयेन सह यः सम्बन्धः अस्ति सः विषयता. तर्हि ज्ञानं स्वनिरूपितविषयतासम्बन्धेन विषये अस्ति. अपि च विषयस्य ज्ञानेन सह यः सम्बन्धः अस्ति सः सम्बन्धः विषयिता. तर्हि विषयः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने अस्ति. इति स्पष्टमस्ति वा? अस्तु भगिनि. अस्तु माला भगिनी, जयन्ती भगिनी, स्पष्टं किम्? आम् आम्. तर्हि जयन्ती भगिनी, ज्ञानं केन सम्बन्धेन अस्ति विषये? ज्ञानं विषयतासम्बन्धेन घटे विषये अस्ति. विषयः विषयितासम्बन्धेन विषयी अस्ति वा? विषये ज्ञाने अस्ति. माला भगिनी वदति वा विषयः? आम्, विषयः विषयितासम्बन्धेन ज्ञाने अस्ति. सम्यक्. तर्हि ज्ञानम् अपि घटे अस्ति विषयतासम्बन्धेन, घटः अपि ज्ञाने अस्ति विषयितासम्बन्धेन. अस्तु, तर्हि इदानीम् अत्र आधारः कः, आधेयः कः इति स्पष्टः नास्ति खलु? ज्ञानमपि विषये अस्ति, विषयः अपि ज्ञाने अस्ति. एतादृशस्य सम्बन्धस्य नाम स्मर्यते वा? अनियामकसम्बन्धः. किं भगिनि, इतोपि एकवारं कृपया? अनियामकसम्बन्धः. किम् अनियामकः? तस्मात् प्राक् इतोपि एकं पदमस्ति. सम्यक् एव. सम्बन्धः अस्ति घट ज्ञानयोः मध्ये. वृत्ति अनियामकसम्बन्धः. वृत्ति अनियामकसम्बन्धः ज्ञानविषयोः मध्ये. अस्तु, यत्र आधारः आदेयः निश्चितमस्ति तत्र वृत्तिनियामकसम्बन्धः. यथा यज्ञदत्तः आसन्दः, तत्र यज्ञदत्तः आधेयः, आसन्दः आधारः. अत्र तु आधारः वा आदेयः निश्चितं नास्ति. तर्हि वृत्ति अनियामकसम्बन्धः. अस्तु, तर्हि एतावता स्पष्टं स्यात् विषयिता विषयता इत्यस्य इत्यस्मात् अग्रे गच्छामः. वेङ्कटेशमहोदय पठितुम् इच्छति वा एवं च इत्यस्मात् आरभ्य एकवारं पठित्वा अग्रे सरामः. द्वात्रिंशत् तमपुटे वा आरभ्य एवं च यदा. एवं च यदा यस्य पदार्थस्य ज्ञानं तदा स एव पदार्थः ज्ञातः नान्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः. स एव च विषयतासम्बन्धः. घटज्ञानकाले यद्यपि घटो वर्तते पटोपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सहैव वर्तते न पटेन सह इति. वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतिम्. इति स्पष्टं स्यात्. अतः यस्य पदार्थस्य ज्ञानम् अवगमनाय तस्य पदार्थस्य ज्ञानम् अन्य ज्ञानम् आवश्यकं नास्ति, परन्तु तस्य पदार्थस्य ज्ञानं तु सत्यम् आवश्यकं भवति इति निरूपणार्थम् इदं घटापटादीनां सम्बन्धः तत्र कल्प्यः. अत्र तत्र तादृशसम्बन्धः इदानीमेव वयं पठितवन्तः, विषयतासम्बन्धः उदाहरणं, तत्र ज्ञानं विषये अस्ति, विषयः अपि ज्ञाने अस्ति. तत्र सम्बन्धः तयोः सम्बन्धः कः इत्युक्ते ज्ञानं विषयतासम्बन्धेन विषये अस्ति, विषयः विषयतासम्बन्धेन ज्ञाने अस्ति इति. अतः तदेव विषयतासम्बन्धः. घटज्ञानकाले यद्यपि घटो वर्तते पटोपि वर्तते, घटः अपि वर्तते पटः अपि वर्तते, परन्तु विषयतासम्बन्धः सम्बन्धेन वयं जानीमः घटेन सह एव वर्तते, पटेन सह न इति. अतः घटस्य ज्ञानम् अस्ति इति कारणात् घटः वर्तते इति वयं वक्तुं शक्नुमः इति. घटज्ञानकाले ज्ञानस्य सम्बन्धः घटेन सह एव, अपि च केन सम्बन्धेन? विषयतासम्बन्धेन ज्ञानस्य सम्बन्धः घटेन सह. अस्तु, अग्रे अपि पठतु महोदय, लघु अस्ति, शीघ्रमेव. तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता. ज्ञानस्य घटः विषयः, अतः घटे विषयता, अयमेव च सम्बन्धः. वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयी ज्ञानं ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. तदेव पुनः पुनः यद् सत्यं यत् अस्माभिः चर्चितं, तर्हि ज्ञानं ज्ञाने विषयः अस्ति, तर्हि ज्ञानं किम् अस्ति? ज्ञानं विषयी अस्ति, विषयी ज्ञानम् अस्ति. अपि च केन सम्बन्धेन विषयः ज्ञाने वर्तते? विषयः ज्ञाने विषयितासम्बन्धेन वर्तते, विषयितासम्बन्धेन वर्तते. तावदेव आसीत् अत्र. अस्तु, केन आगतम् इदानीम्? अहं नीता अस्मि. नमस्कारः. नमस्कारः नीता भगिनि. न, चिन्ता नास्ति. अद्य तु किञ्चित् पूर्वतनविषयान् एव चर्चयामः, तर्हि द्वात्रिंशत्तमपुटात् आरभ्य चर्चा भवति, तदुद्घाटयतु. अस्तु, जयन्ती भगिनी अग्रे पठति वा? इत्थं प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थानापन्नं, विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इत्युच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते. किञ्चित् प्रतिपादयतु भगिनि. दीपः इति ज्ञानस्य संज्ञा इति चिन्तयामः. यस्मिन् दीपस्य प्रभा पतति तत्तु विषयः भवति. अत्र घटः एव विषयः. विषयः प्रकाश्यः, यतोहि तस्मिन् अत्र उपमानमस्ति, कम्पेरिसन् अस्ति. ज्ञानं दीपं, सत्यमुक्तं भवत्या. ज्ञानेन यद् यः प्रकाशितः सः विषयः. ज्ञानस्य प्रभा, तस्य उपमानं किम्? ज्ञानस्य प्रभा विषयता अस्ति. सत्यम्. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. अस्तु, अत्र प्रभा या अस्ति तत्तु विषयता एव. ज्ञानं घटयोः मध्ये विषयता, ज्ञानं तेन विषयता वर्तते अत्र. हा, इदानीं स्पष्टं स्यात्? आम् स्पष्टमेव. ज्ञानस्य प्रभा घटे पतति चेत् घटः विषयः भवति, तर्हि ज्ञानं विषयतासम्बन्धेन घटे अस्ति. सा प्रभा यस् पतति स प्रकाश्यः ज्ञानस्य विषयः इति उच्यते. विषयः तु अत्र घटः एव. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते. पूर्वमेव वयं दृष्टवन्तः तस्मिन् क्षणे येन सम्बन्धेन यं वयं अयं घटः इति अस्ति चेत् तेन एव सम्बन्धः भवति. अन्यत् विषयः अपि वर्तते तत्र, परन्तु तस्मिन् क्षणे घटेन सह एव सम्बन्धः वर्तते, अतः तस्मिन् एव प्रकाशः भवति वा विषयता इति सम्बन्धः भवति. सत्यं, ज्ञानं क्षणिकम् इति उच्यते. अस्मिन् क्षणे घटः अस्माकं ज्ञानस्य विषयः चेत् ज्ञानस्य प्रभारूपी विषयता घटे वर्तते. प्रभारूपी विषयता अस्तु. अग्रे अपि पठतु भगिनि. स्पष्टं स्यात्? अस्तु, अग्रे पठतु. विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना अयं प्रकाशः इत्युक्तौ ज्ञानस्य इति उच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. तथा च घटनिष्ठविषयतानिरूपकं ज्ञानम् इति. अवगतं वा? ज्ञानं घटयोः मध्ये निरूपकता का इति अत्र किञ्चित् इयं च विषयतारूपा प्रभा घटे विद्यमाना अस्ति. ज्ञानं विषयतासम्बन्धेन घटे अस्ति इति अत्र अस्ति. ज्ञानेन विना, ज्ञानं न अस्ति चेत् तत् सम्बन्धः न एव भवति. यथा दीपं नास्ति चेत् प्रभा अपि न भवति, तथा ज्ञानं नास्ति चेत् विषयता अपि नास्ति, विषयः अपि नास्ति. तस्य अयं प्रकाशः इति उक्तौ ज्ञानस्य इति उच्यते. ज्ञानस्य प्रभा घटे अथवा ज्ञानस्य प्रभारूपा विषयता घटे अस्ति इति. सत्यम्. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. प्रेषकं, यद् प्रेषयति तद् प्रेषकम्. जयन्ती भगिनि. आम् आम्, ज्ञानं प्रकाशस्य प्रेषकं निरूपकम् इति उच्यते. ज्ञानं किं निरूपयति? विषयता इति भावं निरूपयति वक्तुं शक्यते वा? सत्यं, सम्यक् भगिनि. तथा च घटनिष्ठविषयता निरूपकं ज्ञानम् इति सिद्धम्. विषयता घटनिष्ठविषयतानिरूपकं ज्ञानम् इति उच्यते. सम्यक्, घटनिष्ठ विषयतानिरूपकं ज्ञानम्. किमर्थं? ज्ञानमेव निरूपणं करोति विषयतायाः. इति कारणतः घटनिष्ठविषयतायाः निरूपकं ज्ञानम्। इदानीं विषयः कीदृशः इति तमेव वाक्यम् अवलम्ब्य घटनिष्ठविषयतानिरूपकं ज्ञानम् इति आसीत् खलु, तथा एव विषयः इत्यस्य निरूपणं करोति वा? विषयिता निष्ठज्ञानं निरूपितविषयः, हा तत्र परिवर्तनं स्थानपरिवर्तनं भवतु ज्ञानस्य विषयितायाः। घटनिष्ठविषयता, घटे विषयता अस्ति तर्हि घटनिष्ठविषयता, घटनिष्ठ घटे विषयता अस्ति तर्हि घटनिष्ठविषयतानिरूपितज्ञानम्। ज्ञाने विषयिता अस्ति तर्हि ज्ञाननिष्ठविषयिता निरूपितघटः, निरूपकः घटः। ओ निरूपकः घटः पुल्लिङ्गपदमस्ति खलु, अथवा विषयः अपि पुल्लिङ्गपदं, ज्ञाननिष्ठविषयिता निरूपकः विषयः इति साधितम्। इदानीं निरूपकनिरूप्यभावः पूर्वमपि कृतवन्तः, आधाराधेयभावः यथा आसीत् तथा वक्तुं कोऽपि प्रयत्नं करोति वा? माला भगिनी? आं वदामि। घटनिष्ठविषयता निरूपिता, ज्ञाननिष्ठविषयिता, सम्यक्। तावदेव ज्ञाननिष्ठ घटनिष्ठविषयता, ज्ञाननिष्ठविषयिता निरूपितघटनिष्ठविषयता खलु। तर्हि घटे निष्ठविषयतायाः वर्णनं करोति ज्ञानं। आम् तदर्थं ज्ञानेन विषयता निरूपिता अस्ति तर्हि ज्ञानं निरूपकम्। तदर्थं ज्ञानं दीपस्थानम् आपन्नम् इति उक्तमस्ति तत्। अस्तु, स्पष्टम् अस्ति चेत् अग्रे गच्छामः वा? माला भगिनी अग्रे पठतु कृपया। प्रकाशः अपि एषः त्रिविधः, घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं मह। तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते। आकारः इत्यस्य ज्ञानादिपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः। अत्र प्रकाशः त्रिविधः अस्ति, घटः भूतले अस्ति, तत्र संयोगसम्बन्धः अस्ति, घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः, तत् उदाहरणं स्वीकुर्मः। भूतलं घटवत् इति आकारः भवति इति उच्यते। आकारः भवति इति उच्यते नाम अहं जानामि भूतलं घटवत्, मम उच्चारणेन अन्यः अपि आकारः इत्युक्ते यदा अहं वदामि भूतलं घटवत् तदा अन्ये अपि जानाति अत्र भूतलं घटवत् अस्ति खलु। सत्यं, सम्यक् उक्तं भवत्या। शब्दरूपेण प्रतिपादनं विषयतायाः प्रतिपादनम् अथवा विषयस्य प्रतिपादनं शब्दरूपेण भूतलं घटवत्, तदेव आकारः। आकारः इत्युक्ते ज्ञानस्य विषयाणां शब्दरूपेण प्रतिपादनं. अस्तु, तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. अग्रे अपि पठतु अग्रिमवाक्यम्. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. इदानीं ज्ञानादि सविषयकपदार्थः इत्युक्ते किम्? यथा ज्ञानम् अस्ति, ज्ञानम् इति पदार्थः अस्ति. ज्ञानं पदार्थः, तत् सत्यं. कीदृशपदार्थः? ईदृशपदार्थः तस्मिन्नेव पदे अस्ति. कीदृशः पदार्थः? ज्ञानादि सविषयकपदार्थः तेषां, ज्ञानादि सविषयकपदार्थानाम्. सविषयकं ज्ञानम् इति अवगम्यते वा? यथा ज्ञानं तथा सविषयकं. अस्तु, इदानीं ससन्तोषम् इति यदा वदामि तर्हि सन्तोषसहितम् इति. ससन्तोषं कार्यं करोमि सन्तोषसहितं, खलु? तर्हि सविषयकः इत्युक्ते विषयसहितः इति. सविषयकं पदार्थं, यस्मिन् विषये, यस्मिन् पदार्थे विषयः अस्ति, विषयसहितः पदार्थः. ज्ञाने तु विषयः अस्ति एव. अस्माकम् उदाहरणे अयं घटः इत्यस्मिन् ज्ञाने विषयः आसीत् घटः इति, अथवा घटभूतलयोः संयोगः इत्यस्मिन् त्रयः विषयाः सन्ति. ते के? प्रकारता न, विषयः त्रयः सन्ति. विषयः त्रयः सन्ति. इदानीं घटः भूतले अस्ति इति ज्ञानमस्ति मम. चित्रं पश्यतु तत्र. ज्ञानं दीपस्थानम् आपन्नं. दीपं यद् अस्ति तत्र, तद् ज्ञानमस्ति. अस्तु, ज्ञानात् या प्रभा सारिता अस्ति, सा विषयता. सम्यक्. इदानीं तिस्रः प्रभाः सन्ति तत्र, खलु? तिस्रः प्रभाश्चेत् त्रयः अपि विषयाः भवतु. तिस्रः प्रभाः चेत् तिस्रः विषयताः, तर्हि त्रयः विषयाः. तर्हि ते के सन्ति विषयाः? घटः, संयोगः, भूतलं. भूतलं, घटः, इति त्रयः विषयाः सन्ति ज्ञानस्य. तर्हि ज्ञानं सविषयकम्. उपरितने चित्रे अपि अयं घटः इति ज्ञानः, तत्र एकः एव विषयः घटः इति, किन्तु सः विषयः ज्ञाने अस्ति, तर्हि ज्ञानं सविषयकम्. इदानीमपि त्रयः विषयाः सन्ति. भूतलं घटवत् इत्यस्य वदने त्रयः विषयाः सन्ति, तर्हि ज्ञानं सविषयकम्. इदानीं पठतु आकारः इत्यस्य तदा आरभ्य. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. ज्ञानादि ज्ञान एक्सेट्रा दट् इस् ज्ञानादि ज्ञानादिविषयकपदार्थानां ये विषयाः सन्ति तेषां शब्देन प्रतिपादनम् आकारः इति अर्थः वाक्यस्य. अस्माकं ज्ञानस्य त्रयः विषयाः सन्ति. अस्तु, घटः, भूतलं, संयोगः. तर्हि भूतलम् इत्यस्य विवरणम् अहं शब्देन करोमि चेत् भूतलं घटवत् इति कर्तुं शक्नोमि. शब्देन प्रतिपादितं स्वरूपं भूतलं घटवत् तदेव आकारः. अस्तु, अत्र मुख्यांशः अस्ति ज्ञानं सविषयकम् इति. तर्हि सविषयकपदार्थानां ये विषयाः इत्युक्ते यत्किमपि भवतु, यः कोऽपि भवतु विषयः, तस्य शब्दरूपेण प्रतिपादनमेव आकारः. अवगच्छन्ति वा? आम्. अस्तु, अग्रे माला भगिनी पठितुमिच्छति. न, माला भगिनी न, नीता भगिनी. अत्र घटे एतावता अवगतं खलु भगिनि? आम्. प्रभा इत्युक्ते विषयता. ज्ञानं दीपस्थाने अस्ति चेत् प्रभा विषयता अस्ति. विषयता विषयस्य उपरि पतति, तदा विषयस्य निरूपणं भवति. तदर्थं ज्ञानमस्ति विषयता निरूपकम्. अस्तु वा? अस्तु. अत्र घटे एका प्रभा वर्तते. संयोगः घटभूतलयोः सम्बन्धः. तत्र एका प्रभा वर्तते. एवं भूतले एका प्रभा वर्तते. अवगतम्. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं. भूतलं विशेष्यम्. तत्र सर्वासां प्रभानां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति न ज्ञायेत. अतः तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यम्. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते. संयोगे विद्यमाना प्रभा संसर्गता इति वर्तते. एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते. अत्र घटे एका प्रभा वर्तते. घटे एका प्रभा वर्तते. संयोगः भूतलयोः सम्बन्धः. दीपात् घटे त्रयाणां प्रभाः वर्तते. तस्याः नाम घटः संयोगः भूतलम्. घटः संयोगः भूतलम् इति किम् अस्ति? विषयः अस्ति वा विषयता अस्ति वा? त्रयः विषयाः. हा, ज्ञानस्य त्रयः विषयाः. भूतले घटः अस्ति इति ज्ञानम् अस्ति चेत् तत्र त्रयः विषयाः. एकः अस्ति संयोगः, द्वितीयः घटः, तृतीयः भूतलम्. भूतलम् त्रयः विषयाः चेत् कति विषयताः भवन्ति? तस्याः भावाः विषयता भवति. सत्यं. मम प्रश्नः अस्ति विषयस्य भावः विषयता. सत्यमेव. किन्तु तत्र त्रयः विषयाः सन्ति खलु? अतिविषयताः भवति तदा. कति विषयता? त्रयः विषयता. तिस्रः विषयताः एव. तत् स्पष्टं चेत् इदानीम् अग्रे पठतु. संयोग कुत्र कुत्र विषयता इत्युक्ते प्रभा ज्ञानं दीपं ज्ञानस्य उपमानम् अस्ति चेत् तस्मात् या प्रभा आगता सा विषयतायाः उपमानम्. तर्हि कुत्र कुत्र प्रभा वर्तते इति अग्रे पठतु. त्रयाणां विषयतानाम् अपि प्रभाः वर्तते वर्तन्ते. सत्यं. भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. अत्र पूर्वे वयं पठितवन्तः भूतलं घटवत् इति. अत्र भूतलं भूतलं घटवत्. अत्र तद् वाक्यमुपयुज्य घटः भूतलस्य विशेषणं. सत्यं. भूतलं विशेष्यं. तत्र सर्वासां प्रभानां विषयता इति एकैकेव यदि संज्ञा स्यात् तर्हि किं विशेष्यणं किं विशेष्यम् इति न ज्ञायेत. अत्र भूतलं घटवत् इत्यस्य पदे घटः विशेषणं भूतलं विशेष्यम् अस्ति चेत् प्रभा त्रयः प्रभाः सन्ति तिस्रः प्रभाः सन्ति तस्यः तिस्रः प्रभाः इत्युक्ते तिस्रः त्रयः विषयताः. तिस्रः विषयताः. तिस्रः विषयताः सन्ति तस्याः तत्र किं कः विषयः कः सोरि किं विशेष्यं किं विशेषणम् अपि ज्ञातव्यम् इति अत्र. तर्हि त्रयः विषयताः इति वदनेन किं विशेषता विशेषणस्य विषयता अथवा किं विशेष्यस्य विषयता इति न ज्ञायेत. अतः नूतन संज्ञा वर्तते घटस्य. अतः तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यं. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता घटस्य विषयता किं का न किं नाम प्रकारता. अस्माकम् उदाहरणे विशेषणमस्ति घटः. तर्हि घटे विद्यमाना विषयता प्रकारता. अस्तु अग्रे. अग्रे संयोगे विद्यमाना प्रभा संसर्गता नूतनसंज्ञा. अनन्तरं भूतलं विद्यमाना संज्ञा विशेष्यता इति विशेष्यता इति नूतन. तावदेव. अस्माकं विषयः त्रयः चेत् विषयताः अपि त्रयः. एकः एव विषयता इति नाम भवति चेत् तत्र विशेषणं किं विशेष्यं किम् अपि च सम्बन्धः कः तयोः मध्ये इति न ज्ञायते. तदर्थं नूतना संज्ञा कृता अस्ति. विशेषणे विद्यमाना विषयता प्रकारता, विशेष्ये विद्यमाना विषयता विशेष्यता, संयोगे विद्यमाना विषयता संसर्गता इति. स्पष्टं स्यात्? स्पष्टम्. अस्तु अग्रे वेङ्कटेशमहोदय पठति वा. यथा अस्माकं विशेषसंज्ञाः गणेशादयः कुलसंज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति. गणेशसंज्ञकः शुक्लः, गणेशाख्यः शुक्लः इति व्यवहारः, तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति. विशेषसंज्ञाः प्रकारता, संसर्गता, विशेष्यता इत्येवं रूपाः भवन्ति. तथा च घटे प्रकारताख्यविषयता वर्तते, संयोगे संसर्गताख्यविषयता वर्तते, भूतले विशेष्यताख्यविषयता वर्तते, एवं च घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानं, संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं, भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्. अतः अत्र उदाहरणार्थं विशेषसंज्ञा गणेशादयः, कुलसंज्ञा सामान्यरूपाः शुक्लादयः इति वयं स्वीकुर्मः चेत् तत्र पृथक् गणेशसंज्ञकः शुक्लः, गणेशाख्यः शुक्लः इति तत्र स्वनिरूपितसम्बन्धः, यतः गणेशसंज्ञकः शुक्लः भिन्नः, गणेशाख्यः शुक्लः भिन्नः इति निरूपणार्थं तथा नास्ति. गणेशशुक्लः, शुक्लः इति जानन्ति खलु, नाम अस्ति, कुलस्य नाम अस्ति. परन्तु सत्यं, परन्तु गणेशसंज्ञकः शुक्लः इत्युक्ते गणेशसंज्ञकः गणेशनाम्ना शुक्लः. अस्तु, इदानीं गणेशशुक्लः रमेशशुक्लः इति जनद्वयं वर्तते चेत् वयं शुक्लः इति वदामश्चेत् तत्र कः, कस्य नाम कः, किम् इति न जानीमः, अथवा कः जनः गणेशः, कः जनः रमेशः इति न जानीमः. तथा एव यदा विषयता इति वदामश्चेत् तत्र किमपि विशेषता नास्ति, एताः सर्वाः अपि विषयताः एव, तिस्रः विषयताः आसन्. तदर्थं विशेषसंज्ञा दत्ता, प्रकारता, संसर्गता, विशेष्यता इति. तथा एव गणेशः इति विशेषसंज्ञा, शुक्लः तु सामान्यरूपः एव, सामान्यसंज्ञः. परन्तु गणेशसंज्ञकः शुक्लः इत्युक्ते गणेशनाम्ना शुक्लः. गणेशाख्यः शुक्लः इत्युक्ते आख्या इति अपि नाम्ना, एकः एव जनः, तत्र द्विविधा वक्तुं शक्नुमः इति दर्शयितुम्. ओ एवम्, अस्तु अस्तु. अतः तत्र यत्र पूर्वस्मिन् पद्यां वयं दर्शितवन्तः, तत्र पठितवन्तः, विषयता त्रिविधाः, तिस्रः विषयताः सन्ति, प्रकारता, संसर्ग, विशेष्यता इति. अतः तत्र तथैव तत्र पदार्थानां सम्बन्धः सामान्यसंज्ञा विषयता, विशेषसंज्ञा प्रकारता, संसर्गता, विशेष्यता इत्येवं रूपाः भवन्ति. यथा पूर्वं वयं निरूपितवन्तः, तत्र प्रभा, तिस्र प्रभाः सन्ति, तत्र घटः, संयोगः, भूतलम् इति. अतः तस्य भिन्नभिन्न संज्ञां वयं स्थापयित्वा विषयता एकैव संज्ञा भवति चेत् तत्र विशेषणं, विशेष्यं किम् इति ज्ञातुं न शक्नुमः इति कारणात् तत्र भिन्नभिन्नसंज्ञाः स्थापिताः पूर्वं, प्रकारता, संसर्गता, विशेष्यता इति. अतः तदेव उपयुज्य अत्र घटे, यतः घटे विद्यमानाः विषयता तत्र प्रकारताख्यविषयता वर्तते, यतः तत्र सा प्रभा प्रकारता इति, प्रभावितविषयता प्रकारता इति पूर्वमेव वयं पठितवन्तः इति कारणात्. प्रकारताख्य, प्रकारताख्य इत्युक्ते प्रकारता नाम्ना इत्येव, अन्यत् किमपि न. तथा एव तत्र संयोगः इति प्रभावः अस्ति, यतः घटस्य भूतलयोः संयोगसम्बन्धेन सम्बन्धः भवति. अतः संयोगे विषयता कीदृशी विषयता वर्तते इत्युक्ते संसर्गता आख्य विषयता वर्तते. तथा एव भूतले विशेष्यताख्य विषयता वर्तते. यतः तत्र विद्यमाना प्रभा विशेष्यता इति कथ्यते इति कारणात्. अतः एवं निरूपकं ज्ञानं, तत्र ज्ञानस्य निरूपकं वयं कुर्मः चेत् तस्य आधारेण घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानं, एकस् ज्ञान दीपस्थापनं तु एकमेव, परन्तु तत्र प्रभाः त्रिविधप्रभाः तस्मात् भवति इति कारणात् तत्र ज्ञानस्य निरूपकम् एवं भवति. एकं तु घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम्, अन्यत् संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम्, अन्यत् भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति न्यायभाषया विवरणं भवेत् तथा. हा सम्यक्, ज्ञानस्य विवरणं त्रिविधा विवरणम् इति. किन्तु ज्ञानं तु एकमेव, ज्ञाने त्रयः विषयाः, तिस्रः विषयताः सन्ति. पूर्वम् अस्माभिः दृष्टं घटनिष्ठविषयतारूपकं ज्ञानम् इति, अयं घटः इत्यस्य विषये घटनिष्ठविषयतानिरूपकं ज्ञानम्. इदानीं तु विषयतात्रयमस्ति किल, तदर्थं घटनिष्ठप्रकारताख्यविषयता इत्युक्ते प्रकारता नाम्ना विषयतानिरूपकं ज्ञानम्, संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं, भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति त्रिविधं वर्णनमस्ति एकस्य एव ज्ञानस्य इति ज्ञातव्यम्. भगिनी, परन्तु ज्ञानं त्रिविधम् अस्ति इति न वक्तुं शक्यते वा? न, ज्ञानं त्रिविधं नास्ति, यतोहि इदानीम् अयं घटः इति ज्ञानमासीत्. तत्र एकः एव विषयः घटः इति. अस्तु, द्वितीये उदाहरणे अस्माकं ज्ञानमस्ति घटः भूतले अस्ति इति. घटः पृथक्, भूतलं पृथक् इति वयं न पश्यामः खलु? भूतले घटः अस्ति, भूतलम् अपि अस्ति, घटः भूतले अस्ति इति इति ज्ञानं खलु. परन्तु ज्ञानस्य निरूपणं वयं त्रयेण विधेन वयं ज्ञानस्य निरूपणं त्रिधा भवति. त्रिधा अस्मिन् सन्दर्भे भूतलं घटवत् अस्मिन् सन्दर्भे ज्ञानस्य विवरणं त्रिधा, किन्तु ज्ञानम् एकमेव. उदाहरणम् इदानीं वयं दशरथस्य पुत्रः रामः, कौसल्यायाः पुत्रः रामः, भरतस्य अग्रजः रामः इति, एकः एव रामः परन्तु तस्य विशेषणं भिन्नभिन्नरूपेण वक्तुं शक्नुमः. तथा एव किल, तत्र ज्ञानस्य यदा वयं घटनिष्ठनिरूपकं कुर्मः चेत् तत्र ज्ञानात् आगता प्रभा विषयता प्रकारता इति वयं संज्ञां स्थापितवन्तः इति कारणात् ज्ञानस्य विशेषणं घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम् इति तस्य विशेषणं भवति. परन्तु ज्ञानम् एकमेव, परन्तु संयोगनिष्ठरीत्या वयं पश्यामः चेत् भिन्न तस्य विशेषणं भवति. भूतलनिष्ठं विशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति भिन्न तस्य तदेव ज्ञानस्य विशेषणं भवति. तद् साधु वा भगिनि? आम् आम्, अवगतं, बहु सम्यक्. तथा एव भगिनि, तर्हि स्पष्टं स्यात्, ज्ञानं तु एकमेव किन्तु तस्मिन् त्रयः विषयाः, अपि च एकेन ज्ञानेन तिस्रः विषयताः अपि प्रसारिताः. अस्तु, स्पष्टम् अस्ति चेत् अग्रे सराम. जयन्ती भगिनी एव पठति वा अग्रे? विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतायामपि तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानम्. भूतलनिष्ठविशेष्यतानिरूपकघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्. विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. एतावता ज्ञानस्य निरूपणं वयं दृष्टवन्तः. घटेन सम्बन्धः वा सम्बन्धः लिङ्गेन सम्बन्धः वा भूतलेन सम्बन्धः वा निरूपणं वयं दृष्टवन्तः. भिन्नभिन्न संज्ञया सम्बन्धस्य संज्ञा आसन्. अत्र त्रयोः मध्ये अपि प्रकारता निरूपिता विशेष्यता इव विशेषता निरूपिता प्रकारता इत्यपि सम्भवति. इदानीं मनसि चित्रं रचयतु. अधोभागे विशेषणम् अस्ति, तस्य उपरि प्रकारता अस्ति. अपि च वामभागे विशेष्यम् अस्ति, तस्य उपरि विशेष्यता अस्ति इति चिन्तयितुं शक्नोति वा? विशेषताः परस्परं, विशेषताः प्रथमतया ज्ञानं निरूपयन्ति, ज्ञानस्य विवरणं दातुम् इत्युक्ते घटनिष्ठप्रकारताख्यविषयता निरूपकं ज्ञानम् इति निरूपयितुं विषयतानाम् उपयोगं कः वयं पूर्वम्. इदानीं विषयताः परस्परं निरूपयन्ति, विशेषणविशेषभावः अस्ति तत्र तथा. प्रकारता निरूपिता विशेष्यता इव विशेष्यता निरूपित प्रकारद्वयोः मध्ये अपि सम्बन्धः अस्ति इति अत्र अस्ति. प्रकारता इदानीं निष्ठा इत्यस्य उपयोगं कृत्वा वक्तुं शक्नोति वा भगिनि? मनसि चिन्तनं स्यात् अधोभागे उपरि विशेष्यता, अधोभागे विशेषणम्, उपरि प्रकारता. तर्हि कस्य निरूपणम् अत्र? उभयोः अपि यथा. प्रकारता निरूपित विशेषता, विशेषता निरूपित प्रकारता, उभयः अपि. अथवा प्रकारनिष्ठ अथवा विशेषणनिष्ठ प्रकारता. विशेषणं निष्ठप्रकारता निरूपितविशेष्यता विशेषणनिष्ठप्रकारता निरूपितविशेष्यनिष्ठविशेष्यता. सम्यक्. विशेष्यनिष्ठविशेष्यता निरूपितविशेषणनिष्ठप्रकारता प्रकारता. तर्हि परस्परम् अपि निरूप्यन्ते ताः. तथा एव सम्बन्धविषये अपि भवति निरूपणम्. संसर्गता अस्तु. संस्कृता निरूपित प्रकारता वा संसर्गनिरूपित संसर्गतानिरूपितविशेष्यता. निष्ठ इति प्रयोगं करोति चेत् संसर्गता कुत्र अस्ति इति चिन्तयतु. आदौ संसर्गता संयोगे अस्ति. तर्हि संयोगनिष्ठसंसर्गता निरूपितविशेषणनिष्ठप्रकारता अथवा घटनिष्ठप्रकारता. घटनिष्ठप्रकारता आम् तादृशं संयोगनिष्ठसंसर्गता निरूपित भूतलनिष्ठविशेष्यता. विशेष्यता सम्यक् इत्येव उक्तमस्ति अत्र. परस्परमपि विषयताः निरूप्यन्ते. प्रकारता इति एका विषयता खलु, सा विषयता विशेष्यताख्यप्रकार विशेष्यता नाम्ना विषयतां निरूपयति. अपरस्मिन् दिशि गच्छामश्चेत् विशेष्यता प्रकारता निरूपयति इत्येव अत्र सारांशः. अस्तु अग्रे पठतु भगिनि. विषयतारूपः सम्बन्धः तत् प्रभेदश्च निरूपितः. ताश्च तिस्रः अपि विषयताः परस्परं समानाधिकरणाः. भगिनि तथा च पूर्वोक्ते भूतलं घटवत् तथा तत्र पठतु. उपरि अस्ति पूर्वस्मिन् पङ्क्त्यां. तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपितभूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकं ज्ञानम् इति वा वक्तव्यम्. अत्र ज्ञानस्य निरूपणमपि घटनिष्ठप्रकारता निरूपित भूतलनिष्ठविशेष्यता निरूपकं ज्ञानं वा भूतलनिष्ठविशेष्यता निरूपित घटनिष्ठप्रकारता निरूपितज्ञानम् इति द्वयो द्विविधौ अपि वयं वक्तुं शक्नुमः. पूर्वमपि वयं पठितवन्तः घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानं. तदेव वाक्यम् इदानीं परस्परविषयतानां मध्ये या परस्पर निरूपकनिरूप्यभावः अस्ति तदुपयुज्य इदानीं वदामः. भवती यद् पृथक्तया उक्तवती वाक्यं भूतलनिष्ठविशेषतानिरूपित, तस्य आधारेण एव अस्ति अत्र भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारता तं निरूपकं ज्ञानम्. किञ्चित् दीर्घत्वेन उक्तवन्तः तावदेव ज्ञानस्य निरूपणम्. इतोपि एकवारं कीदृशं ज्ञानं विषयतानिरूपकं ज्ञानं, कीदृशविषयतायाः निरूपकं ज्ञानं भूतलनिष्ठविशेष्यतानिरूपकं ज्ञानं, पुनः कीदृशभूतलनिष्ठविशेष्यता किमपि अभवत् एवं भगिनि. हेलो भगिनि, किमपि अभवत् भिन्न भिन्न मध्ये ध्वनिः आसीत्. आम् आम् ध्वनिः न किमपि किमपि न श्रूयते. ओ अस्तु, इदानीं सर्वैः श्रूयते किम्? इदानीं सम्यक् अस्तु. तर्हि एतावत् पर्यन्तं ज्ञानस्य निरूपणम्. अग्रे गत्वा गतशनिवासरस्य पाठः आरप्स्यते. तर्हि अग्रिमे सोमवासरे अपि अयमेव पाठः भवति. इदानीं किञ्चित् अग्रे अथवा अग्रिमसोमवासरे मिलामः वा. हरि ओम्. अग्रिमसोमवासरे मिलामः भगिनि. हा अस्तु, तर्हि इत्युक्ते अग्रिमशनिवासरे वर्गः न भवति. आम्, तदर्थं नूतनं पाठयितुं चिन्तनवर्गे नूतनचर्चा न भवति. तर्हि गतसप्ताहस्य गतशनिवासरस्य विषयाणां चर्चा भवति अग्रिमे सोमवासरे. अस्तु, धन्यवादः. अस्तु, धन्यवादः. शुभरात्रिः. Thank you.